अस्तु, तर्हि अद्य अस्माकं नूतनविषयः आरभ्यते, समासः नाम्ना। तत्र पाठः पुस्तके एव एकादश पाठः अस्ति पुस्तके, तत्र समासः इति नाम्ना। तत्र विंशाधिकशततमे पुटे कश्चन परिचयः भवति समासः नाम कः इति, यत्र मिलित्वा द्वयोः शब्दयोः अथवा तदधिकानां शब्दानाम् उच्चारणं भवति एकस्मिन् अर्थे एकपदेन, तत्र समासः इति वदामः। अत्र कश्चन लघु परिचयः दीयते, जानीत इत्यस्मात् आरभ्य। अत्र रत्ना भगिनी तत्र पठति वा? एकनिमिषः, जानीत इति पुस्तकं प्राप्तं वा? आमां, पुस्तकं तमेव। एकविंशाधिकशततमे पुटे आम्, एतेषु गीतवाक्येषु इति अस्ति प्रथमतया, अनन्तरं रक्तवर्णे लिखितमस्ति जानीत। ओ अस्तु अस्तु महोदय, अस्तु प्राप्तं, क्षम्यतां। जानीत समासशब्दस्य पदयोः योजनम् इति अर्थः, बहूनि पदानि यत्र संयोज्य एकपदत्वेन उक्तानि सन्ति तत्र समासः इति ज्ञातव्यम्। अनेकस्य पदस्य समासनम् इत्युक्ते एकीभवनं समासः इति सामान्यलक्षणं प्रसिद्धम् अस्ति। अग्रे पठामि वा महोदय? सर्वैः बुद्धं स्यात्, तत्र वदतु कः अर्थः अस्ति। इत्युक्ते समासः इत्युक्ते अर्थः कः इति अत्र लिखितमस्ति, पदयोः योजनं यत्र भवति तत्र समासः, यथा अक्षरयोः यत्र योगः भवति तत्र सन्धिः इति वदामः, अत्र समासविषये पदयोः योजनं भवति, पदद्वयस्य योजनं कृत्वा एकपदं भवति चेत् तत्र समासः इति वदामः। अत्र बहूनि पदानि यत्र संयोज्य एकपदत्वेन उक्तानि सन्ति इत्युक्ते पदद्वयम् इत्येव नास्ति, बहूनि पदानि अपि संयोगं कृत्वा एकं पदं भवति चेत् तत्रापि समासः इति वदामः। पुनः अनेकस्य पदस्य एकीभवनं समसनम् एकीभवनं भवति चेत् तत्र समासः इति प्रसिद्धम् अस्ति। नाम एकं पदमस्ति, तत्र पञ्च पदानि आसन्, इदानीम् एकमेव पदं जातम् इति कृत्वा, उदाहरणार्थं तत्र अग्रे पठतु। हा, एतत् वाक्यं वाक्यद्वयं परिशीलयत, रामः लक्ष्मणः भरतः शत्रुघ्नः च दशरथस्य पुत्राः, रामलक्ष्मणभरतशत्रुघ्नाः दशरथस्य पुत्राः। अत्र पदचतुष्टयं स्वीकृत्य रामः लक्ष्मणः भरतः शत्रुघ्नः इति स्वीकृत्य पदमेकं कृतं, रामलक्ष्मणभरतशत्रुघ्नाः इति अत्र समासस्य उदाहरणं दर्शितम् अस्ति। प्रथमवाक्ये तर्हि तत्र एकं पदं जातम् अस्ति इति, नाम रामलक्ष्मणभरतशत्रुघ्न इति प्रातिपदिकं भविष्यति नूतनं इति एकं प्रातिपदिकं, तत्र प्रातिपदिकानि चत्वारि आसन्, इदानीम् अथवा सुबन्तपदानि आसन् चत्वारि, इदानीम् एकमेव पदं जातमस्ति। अस्तु, समीचीनमस्ति। इदानीं सावित्री भगिनी अग्रे। आं महोदय, प्रथमवाक्ये स्थितानि रामः लक्ष्मणः भरतः शत्रुघ्नः इत्येतानि पदानि एव संयोज्य रामलक्ष्मणभरतशत्रुघ्नाः इत्येवं रूपेण द्वितीयवाक्ये उक्तानि, अतः तत्र समासः इति व्यवहारः। रामः लक्ष्मणः भरतः शत्रुघ्नः इति व्यस्तप्रयोगः। रामलक्ष्मणभरतशत्रुघ्नाः इति समस्तप्रयोगः। अत्र पूर्वस्मिन् वाक्यद्वये यत् समासः अस्ति तस्य विषये किञ्चित् दत्तमस्ति। यथा भवान् उक्तवान् एव, प्रथमवाक्ये रामः लक्ष्मणः भरतः शत्रुघ्नः इत्येतानि चत्वारि पदानि सन्ति। तत्र सर्वेषां मेलनं कृत्वा संयोज्य रामलक्ष्मणभरतशत्रुघ्नाः इति रूपं द्वितीयवाक्ये दर्शितमस्ति, अतः तत्र समासः इति व्यवहारः भवति। रामः लक्ष्मणः भरतः शत्रुघ्नः इति यत्र पृथक् पृथक् वदामः तत्र व्यस्तप्रयोगः इति उच्यते। यत्र मेलनं कृत्वा समस्त पदेन व्यवहारं कुर्मः तत्र समस्तप्रयोगः इति उच्यते। अत्र रामलक्ष्मणभरतशत्रुघ्नाः इति समस्तप्रयोगः। अग्रे पठामि वा? अग्रे बहु समीचीनमस्ति भगिनी, धन्यवादः। तत्र सरला भगिनी अग्रे। अस्मि महोदय, क्षम्यतां। समासे आदौ ज्ञातव्या केचन अंशा एते। द्वयोः बहूनां वा सुबन्तानाम् एव समासः भवति, न तु तिङन्तानाम्। अत्र दत्तमस्ति समासे केचन अंशाः सन्ति। प्रथमम् इति समासः केवलं सुबन्तपदानां भवति, न तु तिङन्तपदानां। यथा देवस्य आलय देवालय। द्वितीय अत्र देवस्य आलय, देवस्य अस्ति षष्ठी विभक्त्याम् अस्ति, आलय इति प्रथमविभक्त्याम् अस्ति। अत्र देवालय इति भवति, देव प्रातिपदकम् उपयुज्य अन्यपदेन सह संयोज्य देवालय इति एकपदं समस्तपदं निर्मातम् अस्ति। द्वितीय उदाहरणमस्ति धर्मः च अर्थः च कामः च मोक्षः च धर्म अर्थ काम मोक्षाः। अत्र चत्वारि पदानि सन्ति, सर्वे प्रथमाविभक्त्यां सन्ति, धर्मः अर्थः कामः मोक्षः। तयोः विसर्ग लुप्त्वा केवलं प्रातिपदकम् उपयुज्य नूतन सुबन्तपदं निर्मातुम् एकसमस्तपदं भवति। तस्य चत्वारः पदानाम् एकपदं निर्मातुम् अस्ति, तस्य बहुवचने प्रथमाविभक्ति बहुवचनं दत्तमस्ति, धर्म अर्थ काम मोक्षाः। अत्र अस्तु, समीचीनमस्ति। तर्हि आहत्य यथा सावित्री भगिनी उक्तवती, तत्र व्यस्तप्रयोगः अस्ति, समस्तप्रयोगः अस्ति। व्यस्तप्रयोगः नाम यत्र समासः नास्ति, पृथक्तया यत्र वदामः तत्र कुत्रापि वक्तुं शक्नुमः व्यस्तप्रयोगः। रामः लक्ष्मणः भरतः शत्रुघ्नः च दशरथस्य पुत्राः इति तत्र पृथक्तया अस्माभिः उक्तमासीत् इति अभ्यासपुस्तकात् आरभ्य एतत् सर्वं कुर्मः खलु। व्यस्तप्रयोगः इदानीं समस्तप्रयोगः अध्येतव्यः कथं भवति इति। अत्र प्रथमनियमः उक्तः अस्ति यत् सुबन्तानाम् एव, न तु तिङन्तानाम् इति सामान्यनियमः। तर्हि सरला भगिनी यथा पठितवती, अत्र देवस्य आलयः, तत्र देवस्य इति सुबन्तपदमस्ति, आलयः इति पदं सुबन्तपदमस्ति, सुप्रत्ययः अन्ते यस्य सः इति सुबन्तपदम्, यस्य तत् देवस्य आलयः। अत्र धर्मः, अत्र प्रथमाविभक्तौ अस्ति खलु, नाम सुप्रत्ययः अस्ति, धर्मयोगः सु, धर्मः अर्थः योगः सु, तर्हि सुप्रत्ययः अन्ते अस्ति इति कृत्वा सुबन्तपदमस्ति, सुबन्तानां समासः भवति न तु तिङन्तानाम् इति. अस्तु अग्रे विद्याभगिनी कृपया. परस्परम् अन्वितयोः सुबन्तयोः एव समासः भवति. यत्र परस्परान्वयः नास्ति तत्र समासः न भवति. यथा राज्ञः पुत्रः राजपुत्रः, अत्र द्वयोः परस्परान्वयः अस्ति अतः तयोः समासः कृतः अस्ति. अत्र दत्तमस्ति यत्र पदद्वयमस्ति द्वयोर्मध्ये सम्बन्धः अस्ति, परस्परान्वितः अस्ति चेत् एव तादृशसुबन्तयोः एव समासः भवति. अत्र उदाहरणमस्ति राज्ञः पुत्रः. राज्ञः पुत्रः इति विग्रहवाक्यं समस्तपदमस्ति राजपुत्रः. अत्र किमर्थं समासः भवति इति चेत् अत्र राज्ञः अपि च पुत्रः द्वयोः सम्बन्धः अस्ति, परस्परान्वयः अस्ति. राज्ञः अपि सुबन्तं पदं, पुत्रः अपि सुबन्तं पदं, तर्हि द्वयोः सुबन्तयोः समासः राजपुत्रः, यतोहि द्वयोः सम्बन्धः अस्ति. अग्रे दर्शनं प्राप्तं राज्ञः पुत्रः चोरस्य धावति. अत्र राज्ञः अन्वयः दर्शने पुत्रस्य अन्वयः चोरे, अतः राजशब्दस्य पुत्रशब्दस्य च राजपुत्रः इति समासो न भवति परस्परान्वयाभावात्. तर्हि अत्र उदाहरणमस्ति दर्शनं प्राप्तं राज्ञः पुत्रः चोरस्य धावति इति. अत्र दर्शनं प्राप्तं राज्ञः इति, राज्ञः इति शब्दस्य सम्बन्धः दर्शनम् इति शब्देन सह भवति, न तु पुत्रेण सह. अत्र पुत्रः इति शब्दस्य सम्बन्धः चोरः इत्यनेन सह भवति. अतः इदानीम् अत्र राज्ञः अपि च पुत्रः यद्यपि द्वयमपि सुबन्तं पदम् एव, तथापि अत्र समासः न भवति, यतोहि राज्ञः अपि च पुत्रः द्वयोः सम्बन्धः एव नास्ति. अतः अत्र समासः न भवति, राजपुत्रः इति समासः न भवति अत्र. बहु समीचीनमस्ति. अत्र अस्माभिः सम्यक्तया बोध्यमस्ति अयं सिद्धान्तः. यत्र द्वयोः पदयोः अर्थदृष्ट्या सम्बन्धः अस्ति तत्रैव समासः भवति. अत्र दर्शनं प्राप्तं राज्ञः, अत्र राज्ञः दर्शनं प्राप्तं, राज्ञः दर्शनं प्राप्तं केनचित्, तत्र अतः तत्र राजदर्शनम् इति समासः राजदर्शनं, यतोहि तत्र राज्ञः दर्शनं द्वयोः पदयोः सम्बन्धः अस्ति. पुनः पुत्रः चोरस्य धावति, अत्र चोरस्य पुत्रः धावति, अत्र अन्वयः पुत्रः तत्र क्रियायाम् अस्ति, पुत्रः धावति, कः धावति? पुत्रः. किन्तु अत्र समासप्रसङ्गे तत्र सुबन्तानां सम्बन्धः ज्ञातुमिच्छामः. अत्र वाक्यस्तरे अस्माकं परिशीलनम् अत्र नास्ति. पुत्रः धावति, तत्र अन्वयः अस्ति इति तु सत्यं. चोरस्य अन्वयः धावति इति तिङन्तशब्दे नास्ति इति कारकविषयः अस्ति. किन्तु अत्र चोरस्य पुत्रः धावति इति कृत्वा षष्टितपुरुषसमासं कृत्वा चोरपुत्रः इति चोरस्य पुत्रः इति भवितुमर्हति स्म. किन्तु अत्र राज्ञः पुत्रः इति तादृशं राजपुत्रः इति अत्र तादृशः अर्थः न इष्टः, अन्यत्र भवितुमर्हति स्म. राज्ञः पुत्रः गृहं गच्छति इति वाक्ये तत्र भवितुमर्हति स्म राजपुत्रः. अत्र किन्तु सम्बन्धः नास्ति द्वयोः पदयोः इति कृत्वा न भवति. अस्तु, तर्हि अग्रे गच्छेम. सुकुमन् महोदय कृपया. महोदय, अत्र तु चोरस्य पुत्र एव वदति न? चोरस्य पुत्रः धावति. आम्, समासे पूर्वं श्रूयमाणं पदं पूर्वपदम्, उत्तरं श्रूयमाणं पदम् उत्तरपदम् इति व्यवहारः. यथा योगानां ईश्वरः योगेश्वरः अत्र योग इति पूर्वपदम्, ईश्वरः इति उत्तरपदम्. अत्र तृतीयनियमः दत्तः अस्ति. अत्र वयं पूर्वं पठितवन्तः द्वयोः पदयोः मध्ये समासः भवति इति इति वस्तुस्थितिः. अतः तत्र पूर्वपदमपि भवेत्, उत्तरपदमपि भवेत् इत्यत्र पूर्वं श्रूयमाणं पदं पूर्वपदम्, अपि च उत्तरे श्रूयमाणं पदम् उत्तरपदम् इति व्यवहारः. इदानीम् उदाहरणमस्ति योगेश्वरः इति समस्तपदं, तस्य विग्रहवाक्यं भवति योगानाम् ईश्वरः योगेश्वरः इति. अत्र योगे योग इति पदं प्रथमं श्रूयते इत्यतः तत् पूर्वपदं भवति, ईश्वरः इति उत्तरं श्रूयते इत्यतः उत्तरपदं भवति. बहु समीचीनमस्ति. अपि च तत्र कुत्रचित् दीर्घसमासः भवति, षष्टि तत्पुरुष गर्भ इति वदामः, यत्र दीर्घसमासः दीर्घशब्दः अस्ति. यथा पुत्रस्य पितुः पुत्रस्य पुत्री इति एतादृशं भवति चेत् तत्र तत्पुरुषसमासं कृत्वा संयोजयितुं शक्नुमः. तत्र यत्र युगलमस्ति प्रत्येकं पदद्वयं, तत्र तादृशसम्बन्धः भवति अन्तः, यतोहि तत्र पितुः पुत्रस्य पुत्री इति उक्तमस्ति. तर्हि प्रथमतया द्वितीयशब्दं प्रति पुत्रशब्दं प्रति पूर्वपदमस्ति पितुः. तत्र द्वितीयशब्दः पुत्रः इति उत्तरपदमस्ति. पुनः पुत्र इति अस्ति, तादृशम् अस्ति. पुनः इदानीं द्वितीयपदं पूर्वपदं जातमस्ति इति तादृशं चिन्तनम् अस्माभिः सर्वत्र कर्तव्यमस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे सुब्रह्मण्यं, सन्धिः अपि अस्ति न योगेश्वरः, सन्धिः अपि अस्ति. सन्धिः नाम प्रथम क्रमः अस्ति यत् प्रथमतया विसर्गलोप विभक्तिलोपः भवति, विभक्तिलोपः अग्रे प्रदर्श्यते, विभक्तिलोपः भवति, प्रातिपदिकं प्रदर्शनीयमस्ति. तर्हि योगानाम् ईश्वरः इति कृत्वा योग ईश्वर, अनन्तरम् अकार इकारयोः मेलनमिति कृत्वा सन्धिः अस्ति इति तु सत्यं. यत्र इदानीं यत्र समासः भवति तत्र पूर्वमपि अस्माभिः पठितं यत् सन्धिः नित्यः, वाक्यस्तरे सन्धिः वैकल्पिकः अस्ति, कर्तुमपि शक्नुमः नापि कर्तुं शक्नुमः. किन्तु अत्र यत्र यत्र सन्धिः सम्भवति तत्र कर्तव्यमस्ति. अस्तु, सुब्रह्मण्यं तत्र कृपया. समासस्य अर्थं बोधयितुं यद्वाक्यं प्रयुज्यते तद् विग्रहवाक्यम् इति कथ्यते. यथा पुरुषोत्तमः समस्तपदं, पुरुषेषु उत्तमः विग्रहवाक्यम्. अत्र विग्रहवाक्ये पुरुषेषु इति सप्तमी विभक्तिः, उत्तमः इति प्रथमा विभक्तिः च श्रूयते. समासे कृते तयोः द्वयोः अपि विभक्त्योः लोपः भवति, एवं पुरुषोत्तम इति शब्दो जायते. समस्तपदे तस्मिन् प्रातिपदिकमिति हेतोः प्रथमादि विभक्तयः योज्यन्ते. यथा पुरुष योगः सु योगः उत्तम योगः सु पुरुष पूर्वपदं, सुप् सप्तमी बहुवचनप्रत्ययः, उत्तम उत्तरपदं, सु प्रथमैकवचनप्रत्ययः, पुरुषयोगः उत्तम पुरुषोत्तम, पुरुषोत्तमयोगः सु पुरुषोत्तमः. इदानीमत्र विषयद्वयमस्ति. समासपदं यत्र कुत्रापि तस्य प्रयोगः भवति, तस्य बोधनार्थं विग्रहवाक्यम् इति उपयोगं कृत्वा तस्य अर्थम् अवगन्तुं शक्नुमः. यथा उदाहरणमस्ति अत्र पुरुषोत्तमः, तत्तु समस्तपदमस्ति, तस्य विग्रहवाक्यमस्ति पुरुषेषु उत्तमः इति. अत्र विग्रहवाक्ये किमस्ति इत्युक्ते पुरुषेषु इति सप्तमे विभक्त्यन्तपदमस्ति, उत्तमः इति प्रथमा विभक्त्यन्तपदमस्ति. यदा वयं समासं कुर्मः तत्र किं भवति इत्युक्ते अत्र पुरुषेषु इति यः पूर्वपदमस्ति तस्य सप्तमी बहुवचनप्रत्ययः यः सुप्रत्ययः अस्ति तस्य लोपः भवति. अनन्तरं यत् अत्र उत्तमः यः यत् पदमस्ति तत्तु प्रथमा विभक्तौ अस्ति, तस्य अपि अन्ते सु इति प्रथमा एक प्रथमैकवचनप्रत्ययः अस्ति, तस्यापि लोपः भवति. भूत्वा अत्र द्वयोः इदानीं संयोगः पुरुषयोगः उत्तम. अत्र इदानीं वयं दृष्टवन्तः समासेषु तु सन्धिः नित्यः इति भूत्वा अत्र गुणसन्धिः भवति. पुरुषोत्तम इति नूतनशब्दः. इदानीं पुरुषोत्तम इति एकं प्रातिपदिकमस्ति. इदानीं तस्य विभक्तिरूपाणि भवन्ति. इदानीमत्र उदाहरणे अत्र पुरुषोत्तमः अस्ति, तस्य निर्माणं कथं भवति इत्युक्ते पुरुषोत्तम इति प्रातिपदिकं नीत्वा अत्र सु इति प्रथमैकपुरुष क्षम्यतां प्रथमैकवचनप्रत्ययं योजयित्वा पुरुषोत्तमः इति रूपं साधयामः. हा, बहु समीचीनमस्ति, धन्यवादः महोदय. तर्हि अत्र अस्माभिः बोध्यं यत् विग्रहवाक्यं पुनः व्यस्तप्रयोगः द्वयोः पार्थक्यमस्ति, समानं न. यत्र पृथक् पृथक् वक्तुमिच्छामः तत्र व्यस्तप्रयोगः इति. यत्र समासस्य अर्थः अथवा अर्थः वस्तुतः तत्र किञ्चित् जटिलमस्ति, सदा अर्थः सम्यक् न भवति विग्रहवाक्येन. अग्रे उदाहरणं प्रदर्शितुं शक्नोमि. किन्तु यत्र पृथक् पृथक् प्रदर्शनीयमस्ति यत् इदानीं कथम् इदं समस्तपदं निष्पन्नं, तत्र विग्रहवाक्यम् इति वदामः. तर्हि व्यस्तप्रयोगः इति वाक्यस्तरे यत्र एवमेव पृथक् रूपेण वक्तुमिच्छामः तत्र व्यस्तप्रयोगः. यत्र समासस्य व्युत्पत्तिः कथं जाता इति प्रदर्शितुम् इच्छामः तत्र पुरुषेषु उत्तमः, पुरुषेषु उत्तमः इति पुरुषोत्तमः इति अस्ति. अस्तु महोदय, पुरुषोत्तमः इत्यस्य व्यस्तप्रयोगः किं भवति? तदेव अस्ति, तदेव अस्ति. नाम पुरुषेषु उत्तमः इति व्यस्तप्रयोगः अस्ति, किन्तु तत्र यत्र वदामः तत्र व्यस्तप्रयोगः तस्य अर्थः भिन्नः, तत्र समासप्रसङ्गः एव नास्ति. सः मनुष्यः पुरुषेषु उत्तमः इति वाक्यमस्ति, तत्र व्यस्तप्रयोगः अस्माभिः कृतमस्ति. इदानीं समासविषयः आगतः अस्ति पुरुषोत्तमः, पुरुषोत्तमशब्दः कथं व्युत्पन्नः इति प्रश्ने सति तत्र पुरुषेषु उत्तमः इति व्याकरणप्रसङ्गे प्रश्नः आगच्छति. अस्तु, अभ्यासपुस्तकपरिस्थितिषु तत्र आरम्भे यत्र समासव्यवहारः भवति तत्र एवमेव व्यस्तप्रयोगः सर्वत्र अस्ति, तत्र समासस्य विषयः एव नास्ति. विग्रहवाक्यम् इति यत् वदामः तत्र केवलं व्याकरणप्रसङ्गे यत्र समस्तपदस्य व्युत्पत्तिः आगच्छति तदा. हा, किन्तु लेखनसमये प्रायः द्वयोः अपि समान लेखनं भवति इति खलु, व्यस्तप्रयोगः एव विग्रहवाक्यं भवति यदि लिखामः चेत्. यथा पुरुषेषु उत्तमः इति व्यस्तप्रयोगः अपि तदेव, समासप्रसङ्गे वदामः विग्रहवाक्यं किम् इत्युक्ते तदेव पुरुषेषु उत्तमः इति भवति. सत्यं, किन्तु वार्ता एवमस्ति यत् कुत्रचित् विग्रहवाक्यं यद्भवति तत्र न कोऽपि कदाचिदेव वक्तुं इच्छति अत्र तथा सङ्गच्छते यत्र यथा भवती उक्तवती अत्र सङ्गच्छते पुरुषोत्तमः इति शब्दस्य पुरुषेषु उत्तमः इति समीचीनमस्ति किन्तु यदि अहं पृच्छामि नाम अत्र शुकुवनुमः तत्र अस्ति अत्र तं पृच्छामि तत्र कुशलः वा भवान् तत्र कुशलः कुशलशब्दस्य विग्रहवाक्यमस्ति कुशालाति कुशालाति इति विग्रहवाक्यं कुशालाति तर्हि तादृशं विग्रहवाक्यं कुशलशब्देन तत्र न एव न अवगम्यते अस्माभिः न कोऽपि कदाचिदेव कदाचिदपि वक्तुम् इच्छति यत् कुशालाति इति तदर्थम् अतः विग्रहवाक्यं सर्वदा तथा नास्ति अस्तु बहुत्र अस्ति सर्वत्र नास्ति यथा नीलकण्ठः अपि बहुत्र अस्ति आधिक्येन अस्ति किन्तु सर्वदा तथा नास्ति अस्तु अस्तु लक्ष्मीभगिनी अग्रे समासभेदाः समासे पूर्वपदस्य उत्तरपदस्य च अर्थः कश्चन भवति कदाचित् पूर्वपदार्थस्य प्राधान्यं भवति कदाचित् उत्तरपदार्थस्य कदाचित् द्वयोरपि पदार्थयोः प्राधान्यं भवति कदाचित् द्वयोरपि न भवति पदार्थप्राधान्यभेदेन समासः एवं चतुर्धा विभज्यते पूर्वपदार्थप्रधानः अव्ययीभावः उत्तरपदार्थप्रधानः तत्पुरुषः उभयपदार्थप्रधानः द्वन्द्वः अन्यपदार्थप्रधानः बहुव्रीहिः इत्युक्ते अत्र समासभेदाः इत्युक्ते तेषां नाम अस्ति समासानां नामानि अत्र दत्तानि अत्र वयं पूर्वमेव पठितवन्तः समासे पूर्वं श्रूयमाणं पदं पूर्वपदम् उत्तरं श्रूयमाणं पदम् उत्तरपदम् इति वदामः यदि समासे पदद्वयमस्ति चेत् तयोः पदयोः अर्थः कश्चन भवति एव यदि तयोः समासे अत्र यदि पूर्वपदस्य प्राधान्यता अस्ति चेत् तत्र अव्ययीभावसमासः इति वदामः यदि उत्तरपदस्य प्राधान्यमस्ति चेत् तत्पुरुषसमासः इति वदामः यदा कदाचित् द्वयोः पदयोः प्राधान्यं न भवति अन्यपदस्य प्राधान्यं भवति तदा बहुव्रीहिसमासः इति वदामः यदि द्वयोः पदयोः प्राधान्यं भवति चेत् तदा इत्युक्ते उभयोः पदयोः प्राधान्यता भवति चेत् तदा द्वन्द्वसमासः इति वदामः अस्तु बहु समीचीनमस्ति अत्र प्राधान्यम् इति वारं वारम् आगच्छति अत्र प्राधान्यस्य बोधनार्थं किं कर्तव्यमस्ति इति अग्रे लिख्यते लिखितमस्ति राजेन्द्रमहोदय तत्र पठतु कृपया आम् महोदय समस्तपदे पूर्व उत्तरपदार्थयोः कतरः प्रधानः इति अवगन्तुं यत्किञ्चित् क्रियापदं स्वीकर्तव्यं ततः क्रियायाः सः कस्य अन्वयः इति परिशील्य प्रधान अप्रधानभावस्य निर्णयः कर्तव्यः यदा समस्तपदं प्रयुज्यामः तत्र यथा भगिनी उक्तवती पूर्वपदम् प्रयुज्महे तत्र पूर्वपदम् अस्ति श्रूयमान पूर्वपदम् अस्ति अपि च उत्तरपदम् अस्ति तत् तेषां तयोः मध्ये कस्य प्रधान कः प्रधानः अस्ति कतरः प्रधानः अस्ति भवति तत् अवगन्तुं कथं कुर्मः तत्र किं भवति, तत्र क्रियापदं किञ्चित् स्वीकृत्यमस्ति तत् यत् यस्य पदस्य क्रियायाः सह अन्वयः भवति तत् परि सः पदः तत् पदं प्रधानं भवति, प्रधानः अस्ति, अपि च तत् यस्य पदस्य तत्र क्रियापदस्य सह अन्वयः न भवति तत् तस्य प्राधान्यं न भवति, तथैव तत् निर्णयं कर्तुं शक्नुमः तत्र क्रियायाः सह कस्य अन्वयः भवति अपि च कस्य न भवति तत् आधारीकृत्य तस्य वक्तुं शक्नुमः पूर्वपदप्रधानः अस्ति वा उत्तरपदप्रधानः अस्ति वा उभयपदप्रधानः अस्ति वा अपि च अथवा अन्यपदार्थप्रधानः अस्ति वा तत् अत्र स्मरणार्थं केवलं पृच्छामि अत्र कतर शब्दः आगतः, किमर्थं कतर शब्दः उपयुक्तः? पूर्वम् अस्माभिः पठितवन्तः डतरः कतरः तत्र द्वयोः मध्ये किञ्चित् यथा तुलनात्मकशब्दः अस्ति द्वयोः मध्ये, अतः तरप् न तु तमप्. आम् आम्. अत्र कः इति वक्तुं वयं वक्तुं शक्नुवन्तः, किन्तु अत्र पूर्वपदपदार्थयोः इति द्विवचने अस्ति कृत्वा द्वयोः मध्ये कः प्रधानः इति कृत्वा कतरः इति अपि सम्यक्. मेहुलमहोदय अग्रे. आं महोदय, यथा सीतापतिः गच्छति, अत्र सीतायाः पतिः इति विग्रहवाक्यं, सीता इति पूर्वपदं, पति इति उत्तरपदम्, अत्र गमनक्रियायां पति इति उत्तरपदस्य अर्थः एव अन्वितो भवति, न तु सीता इति पूर्वपदस्य अर्थः. गमनं सीतायाः पतिः रामः करोति, न तु सीता करोति इति ज्ञायते एव. एवम् अत्र उत्तरपदार्थः प्रधानः इति निर्णयः. अत्र एकस्मिन् उदाहरणे सीतापतिः गच्छति इति उदाहरणे सीता तस्य वाक्यस्य अर्थः अस्ति सीतायाः पति. तत्र सीतापतिः इति एकं समस्तपदमस्ति, तत्र विग्रहवाक्यं भवति सीतायाः पतिः. अत्र सीता इति पूर्वपदमस्ति, पति इति उत्तरपदमस्ति. अत्र यत् गच्छति तत् पति इति गमनक्रिया यत् यः करोति सः पतिः, अतः पति इति शब्दस्य गमनक्रियायाः मध्ये सम्बन्धः भवति, अन्वितो भवति. अतः न तु सीता इति पूर्वपदस्य सम्बन्धः गमनक्रियायाः मध्ये अस्ति, अतः तत्र गमनक्रिया सीतायाः पतिः इत्युक्ते रामः करोति, न तु सीता करोति. अतः तत्र क्रियायाः सम्बन्धः उत्तरपदस्य उत्तरपदे अस्ति, अतः सीतापति इति समस्तपदम् उत्तरपदार्थप्रधान इति वयं निर्णयः कर्तुं शक्नुमः. अस्तु, बहु सम्यक् अस्ति. तर्हि अत्र यथा भवता उक्तमस्ति यत् इदानीं पूर्वपदस्य प्राधान्यमस्ति वा उत्तरपदस्य प्राधान्यमस्ति वा इति अस्य अवगमनार्थं तत्र वाक्यं द्रष्टव्यमस्ति. किन्तु वाक्यं द्रष्टव्यं किमर्थम् इति चेत् तत्र शब्दस्य अस्य शब्दस्य अर्थः कः इति बोध्यः, अर्थः कः, तदानीम् अवगन्तुं शक्नुमः यदा वाक्यस्तरे प्रयोगः भवति. यथा देवालयः, अहं देवालयं गच्छामि, तत्र कुत्र गच्छामि, तत्र देवं गच्छामि वा आलयं गच्छामि, तत्र आलयं गच्छामि खलु इति कृत्वा आलयशब्दस्य प्राधान्यमस्ति, अतः उत्तरपदप्रधानः तत्पुरुषः इति अत्र लिखितमस्ति खलु, उत्तरपदस्य उत्तरपदार्थप्रधानः तत्पुरुषः इति अस्ति. एकं प्रश्नं महोदय, अत्र उत्तरपदार्थ अपि च पूर्वपदार्थ इति किं वदामि, तत्र वदामः तत्र पदार्थः इत्युक्ते किम् अत्र पदस्य पदमपि वक्तुं शक्नुमः, पदार्थः इति अत्र अर्थस्य प्रसङ्गे पश्यन् द्रष्टुम् इच्छामः. अत्र अर्थस्य प्रसङ्गः इति कृत्वा तत्र पदः अपि च तस्य अर्थः पदार्थः. अत्र किञ्चन तत्र सैद्धान्तिकप्रश्नः अस्ति वस्तुतः पदार्थशब्दस्य अर्थः तत्र ग्रन्थत्रयम् अस्मिन् प्रसङ्गे वक्तुं शक्नुमः. किन्तु अत्र सरलरीत्या वदामः चेत् अत्र अर्थः परिशीलनीयः. अर्थः अस्य शब्दस्य अर्थः कः? अर्थः बोध्यः. यथा पीताम्बरः गच्छति, अत्र पीतं गच्छति वा अम्बरं गच्छति वा इति प्रश्ने सति वस्तुतः अर्थं दृष्ट्वा अर्थस्य अवगमनेन जानीमः यत् वस्तुतः न पीतं गच्छति न वा अम्बरः. अतः अत्र अन्यपदप्राधान्यमिति वक्तुं शक्नुमः. तत्र बहुव्रीहिसमासः. अत्र अस्ति वा किमिति पदार्थः अपि एकं समासः अस्ति वा? पदस्य अवश्यं षष्ठी तत्पुरुषसमासः अस्ति. पदस्य अर्थः पदार्थः. तर्हि अत्र आं तत्र पीताम्बरः गच्छति इति कृत्वा अन्यः कोऽपि गच्छति, न पीतं न वा अम्बरं, न पीतं न वा अम्बरम् अपि तु पीताम्बरः इति कृत्वा. किमिति पुरुषेषु उत्तमः पुरुषोत्तमः तत्र उभयपदार्थप्रधानः न न न उभय नास्ति. अत्र कः अत्र पुरुषोत्तमः अत्र पुरुषोत्तमः पुरुषेषु उत्तमः पुरुषोत्तमः गच्छति इति कः गच्छति? यः उत्तमः पुरुषेषु, नाम उत्तमः गच्छति खलु, पुरुषेषु गच्छति इति नास्ति. उत्तमः गच्छति पुरुषेषु, यः उत्तमः सः गच्छति इति कृत्वा अत्र तत् षष्ठीतत्पुरुषसमासः सप्तमीतत्पुरुषसमासः अस्ति. तत्पुरुषसमासे तत्र उत्तरपदार्थप्रधान्यम् अस्ति. अस्तु महोदय. यतोहि उत्तमः गच्छति, कः गच्छति इति अस्माभिः प्रष्टव्यमस्ति सर्वत्र. कः गच्छति? यः उत्तमः सः गच्छति इति कृत्वा उत्तरपदप्रधान्यं प्राधान्यम्. अस्तु, सम्यक् अस्ति. इदानीं चत्वारः नियमाः उक्ताः यत् पूर्वपदप्रधान्यः प्रधानः उत्तरपदप्रधानः उभयपदप्रधानः अन्यपदप्रधानः इति अस्य कथनेन सदा तथा नास्ति किन्तु आधिक्येन तथा अस्ति इति कृत्वा शास्त्ररीत्या वदामः यत् प्रायः पूर्वपदपदार्थः न पूर्वपदप्रधानः अव्ययीभावः, प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः. प्रायः इति सर्वत्र संयुज्यते चेत् तत्र वरं, यतोहि कुत्रचित् विरलतया अपवादाः सन्ति इति एकमस्ति. तर्हि उदाहरणत्वेन वदामि एकवारं पूर्वपदार्थप्रधानः अव्ययीभावः. अत्र उपकृष्णम् इति शास्त्रीयम् उदाहरणमस्ति. उपकृष्णं, कृष्णस्य समीपम् इति उपकृष्णम्. अत्र उपशब्दस्य प्राधान्यं नाम समीपार्थे अस्ति इति कृत्वा उप. अत्र अव्ययभावः तत्र अव्ययभावसमासे तत्र अव्ययं सर्वत्र उपस्थितमस्ति. यथा अनुरूपम् अनुवति अस्ति, अनु अव्ययपदम् अनुरूपं रूपस्य योग्यम् इति अनुरूपमस्ति. इति अव्ययीभावसमासः, निर्मक्षिकम् इति नीर् अस्ति, मक्षिकाणाम् अभावः इति अस्ति निर्मक्षिकम्. अनन्तरं राजपुरुषः इति षष्ठी तत्पुरुषसमासः, तत्पुरुषसमासः अत्र तर्हि उपकृष्णं निर्मक्षिकम् अनुरूपम्. अत्र उप नीर् अनु इत्यनेन इत्येषां प्राधान्यमस्ति. तत्पुरुषसमासः राजपुरुषः इति उदाहरणं प्रसिद्धमस्ति, राजपुरुषः. अत्र पुरुषः इत्यस्य प्राधान्यमस्ति. अनन्तरं रामः च कृष्णः च रामकृष्णौ, अत्र द्वयोः अत्र द्विवचने अस्ति खलु, रामकृष्णौ गच्छतः. तर्हि अत्र अन्वयः कुत्र अस्ति? रामस्य अपि क्रियायाम् अन्वयः अस्ति, कृष्णस्य अपि इति कृत्वा रामकृष्णौ इति पदे तत्र रामस्य अपि प्राधान्यमस्ति, कृष्णस्य अपि इति कृत्वा उभयपदार्थप्रधानः द्वन्द्वः. अनन्तरम् अन्यपदार्थप्रधानः बहुव्रीहिः इति उक्तमस्ति, यत् पितामहः हरिः इति पीतम् अम्बरं यस्य सः, पीतम् अम्बरं यस्य सः इति बहुव्रीहिसमासः. अन्यपदप्राधान्यमस्ति, न पीतं, न पीतशब्दस्य, न अम्बरशब्दस्य प्राधान्यमस्ति, अपि तु अपरस्य कस्यचित् प्राधान्यमस्ति. यः गच्छति, पीताम्बरः गच्छति इति यः, तस्य पीतम् अम्बरमस्ति कृत्वा, तस्य इति कृत्वा पीतम् अम्बरं यस्य सः इति वदामः. तर्हि आहत्य समासप्रभेदानाम् अपि ज्ञान अभिज्ञानार्थम् अस्माभिः किं कर्तव्यमस्ति, शास्त्ररीत्या पदयोः मध्ये कस्य प्राधान्यम् इति द्रष्टव्यमस्ति. इदानीं लोके सरलरीत्या अस्ति यत् अभिज्ञानार्थं किं कर्तव्यमस्ति, यस्य सः इति यत्र श्रूयते तत्र सामान्यतया बहुव्रीहिसमासः, यस्य सः, यस्मात् सः, येन सः, यस्मै सः इति विग्रहवाक्ये अथवा अर्थे, अर्थस्य बोधनार्थं ज्ञानार्थं यत्र तादृशविग्रहवाक्यम् अस्माभिः रचनीयमस्ति तत्र बहुव्रीहिसमासः अस्ति इति अभिज्ञातुं शक्नुमः. पुनः रामः च, रामश्च, गोविन्दश्च, कृष्णश्च इति च इति यत्र श्रूयते तत्र सामान्यतया द्वन्द्वसमासः. अनन्तरम् अव्ययपदमस्ति, अव्ययपदमस्ति इति पश्यामः चेत् तत्र प्रायः अव्ययीभावसमासः इति लौकिक अभिज्ञानं भवति अस्माकं. शास्त्रीयरीत्या पश्यामः चेत् तत्र कस्य पदस्य प्राधान्यमिति इति दर्शनीयमस्ति. अस्तु, इदानीं प्रश्नः अस्ति, अत्र अव्ययीभावसमासस्य उदाहरणानि यत् भवान् दत्तवान्, उपकृष्णम् अनुरूपं निर्मक्षिकं, तत्र पूर्वपदानि अव्ययानि सन्ति, सर्वदा अव्ययानि एव भवन्ति वा अथवा भवेदेव अव्ययं भवेत् सर्वदा? अस्तु महोदय, केवलं पूर्वप्रथम पदप्राधान्यं न, अव्ययमपि भवेत्, अव्ययं भवेत्. अस्तु अस्तु, तद् अव्ययपदं भवेदेव इति अस्ति. अस्तु, किन्तु वदामि यत् वस्तुतः द्वात्रिंशत् प्रभेदाः सन्ति अव्ययभावस्य, द्वात्रिंशत् नाम बहवः सन्ति, अतः कुत्रचित् तादृशं न दृश्येत, किन्तु आधिक्येन लोके यत्र पश्यामः आधिक्येन तथा अस्ति, सदा तथा अस्ति इति न वदामि, यतोहि समासप्रसङ्गे प्रायः इति शब्दः सर्वदा श्रूयते. अत्र किन्तु प्रायः आरम्भे तत्र अव्ययं भवेत्। अस्तु, अनन्तरम् अग्रे अत्र प्रदर्शनमस्ति यत् अव्ययभावः, तत्पुरुषसमासः, द्वन्द्वसमासः, बहुव्रीसमासः, अत्र प्रभेदाः कति सन्ति इति प्रश्ने सति। तत्र तत्पुरुषसमासः चतुर्विधः अस्ति, तत्पुरुषसमासः अस्ति सामान्यतत्पुरुषसमासः, यत्र विभक्तिभेदः अस्ति, तत्र यथा राज्ञः पुरुषः, राज्ञः इति षष्ठीविभक्तौ अस्ति, पुरुषः प्रथमाविभक्तौ अस्ति, यत्र विभक्तिभेदः, नाम तत्पुरुषसमासे चतुर्विध्यमस्ति। प्रथमतया सामान्यतत्पुरुषसमासः, यत्र विभक्तिभेदः वर्तते, तत्र तत्र सप्तविधा अस्ति। प्रथमः तत्पुरुषसमासः, द्वितीयः तत्पुरुषसमासः, तृतीयः इति अस्मात् तत्र सप्तमी तत्पुरुषसमासः इति पर्यन्तं। तर्हि पुरुषेषु उत्तमः इति सप्तमी तत्पुरुषसमासः, नाम यस्य पूर्वपदस्य या विभक्तिः आसीत्, यस्य लोपः जातः यस्याः, तदाधारीकृत्य नामकरणं भवति। तर्हि तृतीयतत्पुरुषसमासः इत्युक्ते पूर्वपदस्य तृतीया विभक्तिः आसीत्, तस्य च लोभः जातः। चतुर्थतत्पुरुषसमासः अस्ति इति चेत् तत्र पूर्वपदस्य चतुर्थी विभक्तिः आसीत्, तस्य च लोभः जातः इति सामान्य तत्पुरुषसमासः। अग्रे गत्वा उदाहरणानि एतत् सर्वं द्रक्ष्यामः। अनन्तरं द्वितीयविधतत्पुरुषसमासः अस्ति कर्मधारयसमासः, यत्र समानविभक्तिकत्वमस्ति, सुन्दरः बालकः गच्छति। अत्रापि पूर्व उत्तरपदप्राधान्यमस्ति, बालकः गच्छति, तत्र सुन्दरः बालकः गच्छति, कः गच्छति? स च बालकः सुन्दरः अस्ति, सुन्दरः अपि गच्छति इति वक्तुं शक्नुमः, किन्तु बालकः गच्छति खलु, नाम सौन्दर्यं तत्र अध्यारोप्यते बालके इति कृत्वा सुन्दरः बालकः गच्छति, बालकः गच्छति। तत्र समानविभक्तिकत्वमस्ति द्वयोः पदयोः कर्मधारयसमासे, सामान्यतत्पुरुषसमासे तत्र विभक्तिकत्वं भिन्नम् अस्ति द्वयोः पदयोः। अनन्तरं द्विगुसमासः अस्ति, द्विगुसमासे तत्र त्रैविध्यमस्ति, तत्र किं द्रष्टव्यमस्ति यत् संख्या भवेत् अपि च समाहारः भवेत्, संख्या समाहारः। उदाहरणार्थं पञ्चपात्रं, पञ्चानां पात्राणां समाहारः इति पञ्चपात्रम्। अत्र संख्या अपि अस्ति, समाहारः अपि अस्ति, किन्तु संख्या अस्ति, समाहारः अपि अस्ति, यतोहि समासेषु बहुत्र संख्या दृश्यते यत्र द्विगुसमासः न स्यात्। उदाहरणार्थं तत्र दशाननः, दशाननः इति तत्र दश आननानि यस्य सः इति दशाननः इति तत्र बहुव्रीहिसमासः अस्ति, तत्र दश इति संख्या अस्ति, दश इति संख्या इति तु अस्ति, किन्तु द्विगुसमासः नास्ति। तत्र समाहारः भवेत्, पञ्चानां पात्राणां समाहारः, पञ्चपात्रं सङ्ग्रहः इति प्रथमपदमस्ति, संख्या इति सामान्यतया अस्ति, यद्यपि त्रैविध्यमस्ति, तत्र संख्या प्रथमपदमस्ति, अनन्तरं यस्य समाहारः अस्ति द्वितीयपदमस्ति इति द्विगुसमासः। पुनः सप्तर्षिः इति शब्दः अस्ति, सप्त इति संख्या अस्ति, किन्तु अत्रापि द्विगुसमासः नास्ति, अपि तु कर्मधारयसमासः, सप्त ऋषयः सप्तर्षिः। इति अत्र कमदादिसमासः दशाननः इति बहुव्रीसमासः उभयत्र सङ्ख्या आसीत् किन्तु समाहारस्य अभावे द्विगुसमासः नास्ति. अनन्तरं तत्पुरुषसमासे तत्र नञ् नञ् तत्पुरुषसमासः तत्र यत्र नकारात्मक अर्थे अस्ति केवलं नकारात्मक अर्थे अस्ति इति न, तत्र पञ्चविध सन्ति किन्तु यथा न धर्मः अधर्मः इति एकम् उदाहरणमस्ति. अग्रे गत्वा एतत् सर्वं द्रक्ष्यामः. तर्हि तत्पुरुषसमासस्य चतुर्विध्यमस्ति. अनन्तरं बहुव्रीसमासः द्विविधः अस्ति तत्र सामान्य तत्पुरुष बहुव्रीसमासः यत् षड्विधः अस्ति. अनन्तरं विशेष बहुव्रीसमासः तत्र नवविधः अस्ति. इदानीं बहुव्रीसमासः वयं तत्र बहुव्रीसमासः यत्र सामान्यमस्ति तत्र पीतम् अम्बरं यस्य सः इति पीतम् अम्बरं कमदार्यसमासः इव अस्ति. कमदार्यसमासः यत्र विशेषणविशेषभावः समानविभक्तिकत्वमस्ति. सुन्दरः बालकः गच्छति इति तत्पुरुषसमासः सुन्दरबालकः समानविभक्तिकत्वम्. अत्रापि तथा किन्तु अर्थः भिन्नः अस्ति खलु. नाम अत्र सुन्दरः बालकः गच्छति इति सुन्दरबालकः, तत्र बालकः गच्छति. पीतम् अम्बरं पीताम्बरः गच्छति इति तत्र अम्बरं गच्छति अम्बरः गच्छति इति नास्ति. अपि तु यस्य पीतम् अम्बरमस्ति सः गच्छति. तर्हि अत्र किन्तु पीतम् अम्बरम् इति द्वयोः पदयोः प्रथमाविभक्तिकत्वमस्ति, नाम समानविभक्तिकत्वं यथा कर्मधारयस्मासः. यदि पीतम् अम्बरम् इति तत्र पीताम्बरं यदि अम्बरशब्दस्य अर्थः अस्ति, पश्यन्तु तत्र कर्मधारयस्मासः अस्ति पीतम् अम्बरं. वस्त्रं पीतवर्णः इति कृत्वा पीताम्बरम् इति केवलं वस्त्रस्य प्रसङ्गः इति चेत् तत्र बहुव्रीसमासः नास्ति अन्यपदप्राधान्यं. तत्र केवलं कर्मधारयसमासः अस्ति, तत्पुरुषकर्मधारयसमासः. तर्हि पीतम् अम्बरं यस्य सः इति यदा वदामः तत्र अर्थभेदः आगतः, तत्र बहुव्रीसमासः. अपि च सामान्यबहुव्रीसमासः तत्र सदा द्वयोः पदयोः पीतम् अम्बरम् इति यथा पीतं क्षीरं येन सह इति पीतं क्षीरं, तत्र द्वयोः विभक्तिः समाना अस्ति. कं नाम गर्भ वक्तुं शक्नुमः अन्ते अस्ति कर्मधारयसमासः, कर्मधारयसमासः अन्तः अस्ति. अनन्तरं प्रभेदः भवति यं सः येन सः यस्मै सः यस्मात् यस्य यस्मिन् इति यस्य सः इति तत्र विभक्तिभेदः अस्ति इति कृत्वा षड् प्रभेदाः सन्ति. अनन्तरं यदि इदानीम् उक्तमस्ति यत् पीतम् अम्बरम् इति पीतं प्रथमाविभक्तौ अस्ति अम्बरं प्रथमाविभक्तौ अस्ति इति कृत्वा सामान्यबहुव्रीहिसमासः अस्ति. इदानीं चक्रं पाणौ यस्य सः इति चक्रपाणिः इति वदामः चेत् तत्र चक्रं प्रथमाविभक्तौ, पाणौ सप्तमीविभक्तौ इति तत्र विभक्तिभेदः अस्ति. तत्र विशेष बहुव्रीहिसमासः अग्रे गत्वा द्रक्ष्यामः. तर्हि तत्पुरुषसमासः चतुर्विधः, बहुव्रीहिसमासः द्विविधः. अनन्तरं अव्ययीभावः अस्ति द्वात्रिंशत्, किन्तु सामान्यतया प्रायः दशप्रकाराः इति पश्यामः लोके. अनन्तरं द्वन्द्वः इति द्विविधः अस्ति, इतरेतरद्वन्द्वः अपि च समाहारद्वन्द्वः. समाहारद्वन्द्वः नित्यं नपुंसकलिङ्गे एकवचने, इतरेतरद्वन्द्वः इति यावत् यावन्तः अवयवाः सन्ति तत्र तदनुसृत्य वचनं भवति. रामकृष्णौ इति तत्र द्विवचने अस्ति, इतरेतरद्वन्द्वः. किन्तु रामकृष्णगोविन्दाः इति बहुवचने आगतः, तत्र इतरेतरद्वन्द्वः इति वदामः. तर्हि इतरेतरद्वन्द्वः तत्र वचनं पदं कति पदानि सन्ति इति अनुसृत्य वचनं भवति. समाहारद्वन्द्वः भवति केवलं नपुंसकलिङ्गे एकवचने इति. अग्रे गत्वा एतत् सर्वं द्रक्ष्यामः. अस्तु, अग्रे पठेम तर्हि. इदानीं पुष्पाभगिनी पठतु कृपया. महोदय, न पठितुं न शक्नोमि, कार्यानम् अस्ति. अस्तु अस्तु, पद्माभगिनी पठितुम् इच्छति वा? एतान् श्लोकान् उच्चैः पठत. एतान् श्लोकान् उच्चैः पठत. तेषु स्थूलाक्षरैः मुद्रितानि पदानि अग्रे दर्शिते रिक्तस्थाने लिखत. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युत्सवः मामका पाण्डवाश्चैव. प्रथमं करोतु तत्र धर्मक्षेत्रे कुरुक्षेत्रे. अग्रे प्रदर्शितम् अस्ति. या धर्मक्षेत्रे कुरुक्षेत्रे, धर्मस्य क्षेत्रे कुरुस्य क्षेत्रे अत्र षष्टि विभक्ति अस्ति. उत्तरपदस्य प्राधान्यम् अस्ति इत्यनेन तत्पुरुषसमासमस्ति. बहु समीचीनमस्ति भगिनि, बहु सम्यक् अस्ति. इदानीं केवलं एकं नियमं वदामि अत्र, यत् विग्रहवाक्यस्य कथनावसरे अस्माभिः किं कर्तव्यमस्ति. प्रथमविभक्तौ सदा वक्तव्यमस्ति. यद्यपि अत्र सप्तमीविभक्त्यन्तं पदमस्ति धर्मक्षेत्रे, किन्तु अत्र विग्रहवाक्यम् अस्ति तत्र धर्मस्य क्षेत्रं प्रथमविभक्तौ क्षेत्रम् अनन्तरं तस्मिन्. बुद्धं वा? अत्र धर्मस्य क्षेत्रं तस्मिन्. तर्हि कुरुक्षेत्रे इति करोतु. कुरुणां क्षेत्रम् अत्र प्रथमा विभक्तिः अस्ति. तदनन्तरं सप्तमी विभक्तिः अस्ति इत्यनेन तस्मिन् कुरुणां क्षेत्रं तस्मिन् तस्मिन् तत्पुरुषसमास विशेष सामान्यतत्पुरुषसमासः सामान्यतत्पुरुषसमासः तत्र सामान्यतत्पुरुषसमासे तत्र विभक्तिभेदः अस्ति. कुरुणां क्षेत्रं कुरुणामिति षष्ठीविभक्तौ अस्ति. कुरुणाम् अपि च क्षेत्रम् इति प्रथमविभक्तौ अस्ति. तत्र सप्तमी इति तत्तु वक्तुः इच्छानुगुणमस्ति. कुरुक्षेत्रं कुरुक्षेत्रेण कुरुक्षेत्राय इति एवं सप्तविभक्तयः भवितुमर्हन्ति. अत्र समासप्रभेदः अनेन न भवति किमपि. अत्र कुरूणां क्षेत्रम् अत्र कुरूणाम् इति षष्ठीविभक्तौ क्षेत्रम् इति प्रथमविभक्तौ अस्ति इति कृत्वा सामान्यतत्पुरुषसमासः. अस्तु, सम्यक् अस्ति. अस्तु, श्लोकं पठतु. महोदय, एकः प्रश्नः. यदि समस्तपदस्य प्रातिपदकं भवति यथा धर्मक्षेत्रं धर्मस्य क्षेत्रं, तस्य विभक्ति न भवति? न न, प्रातिपदिकमस्ति. प्रातिपदिकं किं? धर्मक्षेत्रं न, अत्र मकारः न भवति. अकारान्तपदमस्ति धर्मक्षेत्र इति प्रातिपदिक. प्रश्नः कः? प्रश्नः अस्ति धर्मक्षेत्रे सप्तमी विभक्तिः अस्ति धर्मक्षेत्र इति पदस्य, किन्तु धर्मस्य क्षेत्रम् इति भवति उत्तरपदस्य उत्तरपदे प्रधानम् अस्ति, किन्तु धर्मस्य भवति षष्ठी विभक्ति. यदि विभजनं कुर्मः तत्पुरुषसमासः, धर्मस्य पूर्वपदस्य विभक्ति उपयुज्य तस्य विभजनं भवति. प्रथमा विभक्ति पूर्वपदमस्ति या द्वितीया तृतीया इति. नाम प्रथम पूर्वपदस्य का विभक्तिः, अपि च द्वयोः पदयोः मध्ये कस्य प्राधान्यम् इति, तत् द्वयोः नाम विषयः विषयद्वयमपि भिन्नमस्ति. धर्मस्य क्षेत्रम् अत्र धर्मशब्दः षष्ठीविभक्तौ, अपि च क्षेत्रशब्दस्य प्राधान्यमस्ति इति एकस्य एकविषयः अपरेण सह न कोऽपि सम्बन्धः. भवत्याः प्रश्नः स्पष्टः प्रायः न स्यात्. प्रश्नः कः? मम प्रश्नः अस्ति धर्मक्षेत्रे वयं उक्तवन्तः इति षष्ठी तत्पुरुषसमासः अस्ति, किन्तु धर्मक्षेत्रे तस्य पदस्य विभक्तिः अस्ति सप्तमी विभक्ति. हा, किन्तु किं भवती किमर्थम् उक्तवती किन्तु? किन्तु इति किं वक्तुम् इच्छति? किन्तु षष्टिविभक्तिः भवतु नाम समस्तपद्यस्य विभक्ति न तस्य प्रत्यस्य न प्रयोगं भवति यदि विभजनं कुर्मः. अत्र पश्यतु, अत्र धर्मक्षेत्रे अत्र अन्ते सप्तमीविभक्तिः अस्ति. अत्र सप्तमीविभक्तिः भवतु नाम तत्र या कापि विभक्तिः विवक्षानुसृत्य भवितुमर्हति. धर्मक्षेत्रस्य, धर्मक्षेत्रेण, धर्मक्षेत्राय इति इत्यादिकं भवति. सप्तसु विभक्तेषु विभक्तिषु भवति. अत्र भिन्नविषयः. इदानीं धर्मक्षेत्रं प्रातिपदिकमस्ति धर्मक्षेत्र, विग्रहवाक्यमस्ति धर्मस्य क्षेत्रम्. विग्रहवाक्यं किमस्ति इति पृथक् विषयः, धर्मस्य क्षेत्रम् इति विग्रहवाक्यम् अस्तु. इदानीं कस्य द्वयोः पदयोः मध्ये कस्य प्राधान्यमस्ति इति इत्यस्य आधारेण तत्पुरुषसमासः यद् वदामः, तद् कथं जानीमः? वाक्ये स्थापनेन. अहं धर्मक्षेत्रं गतवान्. अहं धर्मक्षेत्रं गतवान्. कुत्र गतवान्? धर्मम् अथवा क्षेत्रम्? अस्तु, भवती वदतु. अहं क्षेत्रं क्षेत्रं गतवान्, न तु धर्मं. न तु धर्मम्. अस्तु, अतः क्षेत्रशब्दस्य प्राधान्यमस्ति. तत्र गतवान् क्रियायाम् अन्वयः अस्ति क्षेत्रशब्देन, न तु धर्मशब्देन इति कृत्वा प्राधान्यमस्ति. धर्मशब्दस्य षष्ठीविभक्ति कर्तुम् अस्ति इति न कोऽपि सम्बन्धः अस्ति अत्र. न कोऽपि सम्बन्धः. बुद्धम्? अस्तु, इति भिन्नविषयः अस्ति. अस्तु, समीचीनमस्ति. तर्हि अस्तु, पद्माभगिनी एकवारं श्लोकं पठतु एकवारं धर्मक्षेत्रे. पद्मभगिनी, अस्तु, अग्रे गच्छेम. तर्हि अहं पद्मा इति उक्तवान्. पद्माभगिनी, हा, पद्माभगिनी उक्तवान्. अस्तु, रत्नभगिनी अग्रे पठतु कृपया. अस्तु, पाण्डवानाम् अनेकं, पाण्डवानेकं तत् इति पाण्डवानाम्. इदानीं श्लोकः अस्ति खलु? अस्तु, श्लोकं पठामि. दृष्ट्वा तु पाण्डवानेकं व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनम् अब्रवीत्. अत्र पाण्डवानीकम् इति समासपदमस्ति. अत्र पाण्डवानाम् अनीकम् क्षम्यतां समस्तपदमस्ति. अत्र विग्रहवाक्यमस्ति पाण्डवानाम् अनीकम् इत्युक्ते सेना. पाण्डवानाम् अनीकम् इति अत्र अनीकम् इति पदस्य प्राधान्यम् अस्ति, उत्तरपदप्राधान्यम्, अतः तत्पुरुषसमासः अस्ति. पाण्डवानाम् इति षष्टिविभक्तिः अस्ति, अतः षष्टि तत्पुरुषसमासः भवति. अनन्तरं तत् इति तस्मिन् विषये लिखितम्. अत्र प्रश्नद्वयमस्ति. अत्र श्लोकं दृष्ट्वा कथं जानीमः कस्य पदस्य प्राधान्यम् अस्ति? अस्तु, दृष्ट्वा तु अस्तु, दृष्ट्वा इति अस्ति अत्र. दृष्ट्वा किं दृष्ट्वा? अनीकं दृष्ट्वा. अतः पाण्डवानाम् इति अत्र प्राधान्यं नास्ति, अनीकं दृष्ट्वा, सेनां दृष्ट्वा इति अत्र सेनायाः अनीकस्य प्राधान्यम् अस्ति दृष्ट्वा इति पदेन सह. हा, बहु समीचीनमस्ति. अत्र अनीकं दृष्ट्वा वस्तुतः अत्रापि द्रष्टुं शक्नुमः यत् पाण्डवानीकं व्यूढं, व्यूढम् इति क्तान्तरूपमस्ति. तत्र व्यूढम् इति केन सह तत्र अन्वयः इति चेत् तत्र अनीकम् इति, अनीकं व्यूढं पाण्डवानाम् इति तत्र व्यूढम् इति नास्ति इति अपि, यद्यपि क्रियापदं नास्ति किन्तु क्रियार्थे अस्ति. अस्तु इति, अपि च तत् इति किमर्थम् उक्तम्? तत् दृष्ट्वा, किं दृष्ट्वा? अनीकं, तत् अनीकं दृष्ट्वा इति. अत्र तत् इति उक्तं न, किमर्थं तस्मिन् तेन तस्य इति किमर्थं तथा एतत् सर्वं नास्ति? प्रथमविभक्तौ किमर्थमस्ति? प्रायः द्वितीय इति चिन्तयामि. तत् दृष्ट्वा किमर्थम् इत्युक्ते यथा वृक्षं दृष्ट्वा इति वदामः, तत् दृष्ट्वा इति. किं दृष्ट्वा? अनीकं दृष्ट्वा इति. नाम तत्र विग्रहवाक्यमस्ति धर्मस्य क्षेत्रं, गुरूणां क्षेत्रं, पाण्डवानाम् अनीकम् इति विग्रहवाक्यम्. अनन्तरं वाक्ये यत्र पदं प्रयुक्तमस्ति तस्य पदस्य का विभक्तिः इति दृष्ट्वा अत्र तस्मिन् तस्मिन् तत् इति संयुक्तमस्ति. तर्हि कुरुक्षेत्रे इति या कापि विभक्तिः भवितुमर्हति स्म, अत्र सप्तमे इति प्रयुक्तमस्ति वाक्ये, तदर्थम् अत्र तस्मिन्. किन्तु अहं अहं कुरुक्षेत्रं गच्छामि इति वाक्ये तत्र द्वितीयविभक्तौ, तत्र किन्तु विग्रहवाक्यं भिन्नं भवति स्म. तत् किं भवति स्म? अहं कुरुक्षेत्रं गच्छामि. धर्मस्य क्षेत्रं, क्षम्यतां, कुरूणां क्षेत्रं तं गच्छामि. नपुंसकलिङ्गे तत् गच्छामि, कुरूणां क्षेत्रं तत् इति भवति. बहु सम्यक् अस्ति. तर्हि तस्मिन् तस्मिन् तत् इति यत् प्रदर्शितमस्ति तत् वाक्यम् अनुसृत्य अस्ति, तत् परिवर्तते सदा. अस्तु, सम्यक् अस्ति. अग्रे सावित्री भगिनी, अग्रे. आं महोदय, तृतीयश्लोकं वा? पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमु. तत्र पाण्डुपुत्राणाम् इति अस्ति, अन्वयः तु पुत्राणाम् इति पदस्य भवति. पश्य एतां पाण्डोः पुत्राणाम् इति भवति. तत्र विग्रहवाक्यं भवति पाण्डोः पुत्राः. पुनः षष्टिविभक्तेः लोपः भवति पुत्राः इति. तेषाम् इति कृत्वा पाण्डुपुत्राणाम् इति भवति. तेषु इति? तेषाम् इति. आमामाम्. हा हा, अपि च विग्रहवाक्यं यदा वदामः तदा प्रथमे भक्तौ एकवचने एकवचने नाम तत्र पाण्डुपुत्र पाण्डोः पुत्र क्षम्यतां तत्र प्रथमविभक्तौ न एकवचने इति दोषः भविष्यति तत्र प्रथमविभक्तौ एव अस्ति किन्तु वचनम् अनुसृत्य वक्तव्यमस्ति सम्यक्तया भवती उक्तवती पाण्डोः पुत्राः इति अस्ति तेषां बहुवचने अस्ति इति सत्यं तर्हि अत्र अन्वयवाक्यम् एकवारं वदति वा अन्वयवाक्यं भवति पाण्डोः पुत्राः तेषाम् इति विग्रहवाक्यं विग्रहवाक्यम् अन्वयवाक्यं श्लोकस्य पश्य एतां पाण्डोः पुत्राणाम् आचार्यमहतीं चमु इत्युक्ते अन्वयवाक्यम् इत्युक्ते अत्र समासः यथावत् तिष्ठेत् पाण्डुपुत्राणां केवलं नाम शब्दक्रमस्य प्रसङ्गं वदामि अत्र एवमेव अन्वयवाक्यम् इत्युक्ते ओ अस्तु अस्तु वाक्यस्तरे पश्य एतां पाण्डुपुत्राणाम् इति नाम वाक्यम् अत्र आचार्य महतीं चमूं इति तर्हि अत्र शब्दक्रमः खलु नाम अत्र आचार्य इति सम्बोधनमस्ति खलु आचार्य आचार्य पश्य एतां पाण्डुपुत्राणां महतीं चमूम् इति भवति वस्तुतः पश्य इति अन्ते भविष्यति क्रियाम् अत्र लोट्लकारस्य मध्यपुरुषस्य एकवचने अस्ति आचार्य एतां पाण्डुपुत्राणां महतीं चमूं पश्य अस्तु इति खलु सत्यं अस्तु तर्हि अग्रे लक्ष्मीभगिनी अग्रे व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमताम् अस्ति अत्र द्रुपदस्य पुत्रः द्रुपदपुत्रः तेन अत्र द्रुपदपुत्रः समस्तपदं प्रथमाविभक्त्यन्तरूपं द्रुपदपुत्रः परन्तु अत्र द्रुपदपुत्रेण तृतीयाविभक्त्याम् अस्ति अस्तु अपि च अत्र सम्पूर्णरीत्या तत्र अन्वयवाक्यं वदति वा श्लोकः अवगतः खलु महोदय वदामि अत्र व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमताम् प्रथमवाक्यमपि अपेक्षितमस्ति नाम वस्तुतः एतत् सर्वम् एकमेव वाक्यम् अत्र धीमता धीमता इत्यस्य का विभक्तिः तृतीया विभक्ति अस्तु सम्यक् धीमता तव धीमता शिष्येण द्रुपदपुत्रेण तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पश्य आमाम् अत्र व्यूढाम् इति कस्य विशेषणं चमूं महतीं चमूम् इत्यस्य विशेषणम् चमूम् इति पदस्य अन्यं विशेषणम् आमामामामाम् इति एव अस्ति समीचीनम् तव शिष्येन तव धीमता शिष्येन द्रुपदपुत्रेण महतीं चमूं अथवा महतीं व्यूढां चमूं पश्य इति एतादृशमस्ति अस्तु समीचीनमस्ति इदानीम् अग्रे गच्छेम इदानीं प्रश्नः अत्र पश्य इति क्रियारूपं स्वीकुर्मः चेत् तस्य अन्वयः चमूम् इति पदस्य पदेन सह अस्ति, न तु पाण्डुपुत्राणां न तु द्रुपदपुत्रेण इति खलु? सत्यम्। अस्तु, अन्वयः अत्र चमूम् इति क्रमपदं, किन्तु द्रुपदपत्रेण शिष्येन धीमता इति व्यूढं चमुं पश्य, अत्र पश्य तत्र धीमता शिष्येन द्रुपदेन व्यूढम्, अत्र व्यूढमिति व्यूढमिति अन्वयः अस्ति वस्तुतः, तेन व्यूढम्। हा, किन्तु उपरि लिखितमस्ति बृहदक्षरैः, ततः क्रियाया सह कस्य अन्वयः इति परिशील्य प्रधान अप्रधानभावस्य निर्णयः कर्तव्यः इति अस्ति खलु? तत् भवति कुत्र उपरि किञ्चित् अस्ति खलु, बोल्ड् लेटर्स् मध्ये चत्वारः समासाः नामानि लिखितानि तदनन्तरं तत् क्रियाया सह कस्य अन्वयः इति परिशील्य प्रधान अप्रधानभावस्य निर्णयः कर्तव्यः इति तत् अत्र कथमस्ति इति हा अथवा तत्र न अत्र न भवति खलु तस्य प्रयोगः अत्र अस्ति अत्र अस्ति अत्र व्यूढमिति इति क्तान्तप्रयोग इति क्तान्तरूपमस्ति नाम कृदन्तपदमस्ति कृदन्तपदं तत्र क्रियार्थे अस्ति अत्र व्यूढम् इति वस्तुतः क्रियां बोधयति व्यूढामिति क्रियां बोधयति तर्हि अत्र व्यूढाम् इति शब्देन सह तत्र द्रुपदशब्देन सह अन्वयः अथवा पुत्रेण शब्देन सह इति परिशीलयितुं शक्नुमः नाम अत्र द्रुपदपुत्रेण कार्यं कृतम् अस्ति इति वाक्यं वदामः चेत् द्रुपदपुत्रेण कार्यं कृतमस्ति अत्र वस्तुतः क्रियाव्यक्तीकरणार्थं पदद्वयमस्ति कृतं पुनः अस्ति व्यूढशब्दः अपि तथा कृतमपि कृतान्तरूपमस्ति व्यूढ इति शब्दः कृतान्तरूपमस्ति तर्हि वस्तुतः यत्र कृदन्तपदमस्ति विशेषतः केवलं न किन्तु यत्र अस् धातुः अस्ति केवलं नाम बहुत्र कृदन्तपदं क्रियापदरूपेण उपयुज्यते इति कथनस्य आशयः क्रियापदरूपेण अहं पश्य इति स्वीकृतवती अतः एव भ्रमः अभवत् व्यूढम् इति स्वीकरणीयम् अत्र क्रिया कं पदं क्रियां बोधयति किं पदं बोधयति इत्युक्ते व्यूढम् इति स्वीकरणीयम् आम् आम् अत्र वार्ता अस्ति यत् क्रियापदमिति वदामः आरम्भे तत्र अभ्यासपुस्तके वदामः सर्वदा उदाहरणं दत्वा यत् क्रियापदम् इत्युक्ते तिङन्तपदं तिङ् अन्तपदमिति न वदामः किन्तु क्रियापदम् इत्युक्ते तिङन्तपदम् इति पाठयामः गच्छति चिन्तयति लिखति इति क्रियापदं क्रियापदम् अस्ति तु किन्तु तदेव क्रियापदमिति नास्ति क्रियापदमिति यत् पदं क्रियां व्यक्तीकरोति तत् क्रियापदं कृदन्तपदमपि क्रियापदं यतोहि क्रियां व्यक्तीकरोति यथा गतवान् अपि क्रियापदम् अस्ति क्रियापदं क्रियां व्यक्तीकरोति विशेषणमस्ति किन्तु क्रियापदमपि अस्ति तिङन्तपदं नास्ति तावदेव अस्तु अस्तु अवगतम् अस्तु अग्रे गच्छेम तर्हि किञ्चित् अस्तु अग्रे गच्छेम तर्हि विद्याभगिनी अग्रे अध्यायस्य आरम्भे श्लोकं पठतु मानापमानयोस्तुल्यस्य तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः स उच्यते. दृष्ट्वा तु पाण्डवानीकावदेव नाम प्रथमश्लोकम् अत्र अधोभागे तत्र विग्रहवाक्यं प्रदर्शितमस्ति. अस्तु, मानापमानयोः इति एकं पदं तत्र विग्रहवाक्यमस्ति. मानश्च अपमानश्च मानापमानौ तयोः इति अत्र मानश्च अपमानश्च इति अत्र कर्मधारयसमासः. अत्र द्विवचने मानापमानौ तयोः इति द्विवचने मानापमानौ इति अस्ति. तयोः इति योजितमस्ति तत्र इतरेतरद्वन्द्वसमासः न इतरेतरद्वन्द्वः हा इतरेतरद्वन्द्वः कर्मधारयः नास्ति कर्मधारे नास्ति इतरेतरद्वन्द्वः हा द्वन्द्वसमासः मान यथा रामः च कृष्णः रामकृष्णौ मानापमानौ अपि च तयोः किमर्थं संयोजितमस्ति तयोः इत्युक्ते अत्र श्लोके अत्र तयोः तुल्यस्य तुल्ययोः अत्र श्लोके अर्थस्य प्रदर्शनार्थं तयोः आम् आम् आम् नाम वाक्यस्तरे अत्र एवमेव अस्मिन् श्लोके अथवा अस्मिन् वाक्ये षष्टिविभक्तिः उपयुक्ता अस्ति तदर्थं तयोः. किन्तु अपरस्मिन् वाक्ये स च अन्तिमशब्दः भिन्नः भविष्यति इति कथनस्य अर्थः. मानापमानौ इति सदा भविष्यति, अनन्तरं तयोः अथवा यत्किमपि द्विवचने ताभ्याम् इति अपरस्थले तृतीयचतुर्थी पञ्चमे इति भवति चेत् वाक्ये तत् तथा भवति स्म. अस्तु, अग्रे अग्रे अस्ति मित्रारिपक्षयोः इति अस्ति. विग्रहवाक्यमस्ति मित्रं च अरिश्च मित्रारि इति मित्रयोर्पक्षौ मित्रारिपक्षौ तयोः. मित्रं च अरिश्च इति पुनः अत्र इतरेतरद्वन्द्वः अत्र द्विवचने मित्रारि इति अस्ति. अनन्तरम् अत्र वाक्ये अत्र मित्रयोः पक्षौ मित्रारिपक्षौ इति पुनः मित्रारिपक्षौ इति पुनः समस्तपदं मित्रारि इति प्रातिपदिकम् अस्ति. अनन्तरं पक्ष इति द्वितीयपदम् उत्तरपदम् अस्ति. पक्ष इति प्रातिपदिकं मिलित्वा मित्रारिपक्ष इदानीम् अत्र द्विवचने मित्रारिपक्षौ तयोः. आं तर्हि आहत्य कीदृश समासः अस्ति अत्र तु मित्रयोः पक्षौ इति षष्टी तत्पुरुषसमासः मित्रायोर्पक्षौ. तर्हि आहत्य किं वक्तव्यमस्ति यतोहि समासद्वयमस्ति खलु. हा, इत्युक्ते तत्र तस्मिन् षष्टी तत्पुरुषसमासे अत्र गर्भे द्वन्द्वसमासः अस्ति इतरेतरद्वन्द्वः अस्ति इति वा. सत्यं, तर्हि अत्र किं वक्तव्यमस्ति इति चेत् तत्र द्वन्द्वसमासगर्भ षष्टि तत्पुरुषसमासः इति अस्ति. द्वन्द्वसमासगर्भषष्टि तत्पुरुषसमासः अस्ति. अस्तु, अन्तिमम् अन्तिममस्ति गुणातीतः तस्य विग्रहवाक्यमस्ति. गुणान् अतीतः, यत्र उत्तरपदे अतीतः इति शब्दः अस्ति तत्र द्वितीयतत्पुरुषसमासः, अतः अत्र गुणान् अतीतः द्वितीयतत्पुरुषसमासः गुणातीतः. अस्तु, बहु सम्यक् अस्ति. अत्र च श्लोकः अवगतः खलु तत्र कीदृशशब्दक्रमः स्यात्? मम क्लेशः अस्ति महोदय श्लोकस्य विषये. अत्र प्रथमे वाक्ये तत्र चत्वारि पदानि सन्ति. मानापनमानयोः तत्र तुल्यः, तत्र मित्रारिपक्षयोः तुल्यः इति पदद्वयं षष्टिविभक्तौ, पदद्वयं प्रथमाविभक्तौ. तर्हि मानापमानयोः तुल्यः यस्य कृते मान अपि अपमानतुल्यः इति, मानापमानयोः तुल्यः यस्य कृते, अपि च मित्रादि अत्र अरि अरि इति शत्रु इति अर्थः अस्ति खलु, तत्र मित्रादिपक्षयोः तुल्यः यस्य कृते, यस्य कृते तादृशपरिस्थितिः अस्ति. अनन्तरं किं सर्वारम्भपरित्यागी, सर्वारम्भ इति लौकिककार्याणि इत्यादिकं, सर्वारम्भपरित्यागी यः एतत् सर्वं परित्यक्तवान, सर्वारम्भस्य इति तत्पुरुषसमासः अस्ति, सर्वारम्भस्य यः यः परित्यागी अस्ति, एतत् सर्वं त्यक्तवान् सः गुणातीतः, नाम अस्मिन् लोके ये गुणाः सन्ति सः च गुणातीतः भवति इति उच्यते. अस्तु, इति प्रायः स्पष्टं स्यात्. तर्हि इदानीं समयः जातः, कोऽपि प्रश्नः अस्ति वा, अथवा इदानीम् अत्र परिसमाप्यते? अस्तु, इति कृत्वा समासस्य परिचयः जातः. इतः अग्रे अग्रिमे सप्ताहे एतत् सर्वं प्रायः परिशील्य परिसमापयितुं शक्ष्यामः, नाम प्रथम अध्यायं. महोदय, अत्र यत्र गर्भसमासः इति, अत्र द्वन्द्वसमासगर्भषष्टि इति वदामः, अत्र द्वन्द्वसमासः यत्किमपि भवितुम् अर्हति वा, अत्र गर्भे नियमः अस्ति वा कीदृशसमासः? न, यः कोऽपि समासः भवितुमर्हति. बहुव्रीहिसमासे तत्पुरुषसमासः भवितुमर्हति, यत्किमपि भवितुमर्हति, नाम अर्थम् अनुसृत्य एतत् सर्वं द्रष्टव्यमस्ति, न कापि सीमा अस्ति. अस्तु, अस्तु, तर्हि धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः.